ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति माहेश्वराणि सूत्राणि, परन्तु अहं चिन्तयामि तस्य करपत्रस्य वयम् अभ्यासम् अपि कृतवन्तः, एकवारं पुनः तत्र स्मरणं कृत्वा अग्रे सरेम। यदि कोऽपि तत्र भ्रमः अस्ति चेत् कृपया पृच्छतु। माहेश्वरसूत्राणि यत् करपत्रम् अस्ति तस्य विषये कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु। तत्र वयं किं दृष्टवन्तः, तत्र चतुर्दश माहेश्वराणि सूत्राणि सन्ति। माहेश्वराणि सूत्राणि इत्युक्ते माहेश्वरतः आगतानि इमानि चतुर्दश सूत्राणि। तत्र चतुर्दश सूत्राः सन्ति, सूत्राणि सन्ति तत्र। तेषाम् अन्यनामः अस्ति प्रत्याहारः। इत्युक्ते प्रत्याहारः इत्युक्ते तत्र एकं पारिभाषिकशब्दः, वर्णानां समूहः तावदेव अस्ति। यत्र यत्र वर्णानां समूहः अस्ति व्याकरणशास्त्रे, तत्र तस्य अन्यनामः अस्ति प्रत्याहारः। माहेश्वरसूत्राणि, ये चतुर्दश माहेश्वरसूत्राणि तत्र सन्ति, तत्रापि किम् अस्ति, वर्णानां समूहः अस्ति। इत्युक्ते तत्र चतुर्दशसूत्रे सूत्रेषु वर्णानां समूहः एव दृश्यते। तथैव अस्माकं परिचितम् अस्ति तिङ् इति समूहः, तिङ् इति समूहः तत्रापि ति आरभ्य न पर्यन्तं तत्र किम् अस्ति, प्रत्यानां समूहः अस्ति, परन्तु तत्रापि वर्णाः एव तत्र अस्ति, अतः तिङ् अपि एकं प्रत्याहारः अस्ति। तथैव सुप् अस्ति। सो यत्र यत्र वर्णानां समूहः दृश्यते तस्य वयं किं वदामः, प्रत्याहारः इति वदामः। वयं दृष्टवन्तः तत्र क्रमः यः चतुर्दश तत्र माहेश्वराणि सूत्राणि तत्र सन्ति, तत्र क्रमः प्रत्येकस्य सूत्रस्य क्रमः आवश्यकम्। इत्युक्ते तत्र क्रमेण वयं पठामः चेदेव वयं प्रत्याहारस्य निर्माणं कर्तुं शक्यते। प्रश्नः आयाति प्रत्याहारस्य उपयोगिता कुत्र दृश्यते। तत्र वयं पठितवन्तः सूत्रेषु, इत्युक्ते अष्टाध्यायी इति ग्रन्थे तत्र चतुर्सहस्रसूत्राणि सन्ति। तेषां पाणिनिना किं कृतं, सूत्रेषु तत्र प्रत्याहारस्य तत्र उपयोगं तत्र दृश्यते। इत्युक्ते सः तत्र वदति इको यनचि, इक् स्थाने यन् आदेशः, तत्र इक् इति तस्य अर्थः कः, यन् इति तस्य अर्थः कः, अच् इति तस्य अर्थः कः इति वयं माहेश्वरसूत्राणि जानीमः चेदेव तत्र ज्ञातुं शक्यते। इक् इक् एकं प्रत्याहारः अस्ति, तस्मिन् प्रत्याहारे इ आरभ्य क पर्यन्तं वर्णाः तत्र ये ये वर्णाः तत्र सन्ति ते एव इक् प्रत्याहारे आयाति। तथैव यन् अपि एकं वर्ण प्रत्याहारः अस्ति, आच् अपि एकं प्रत्याहारः अस्ति। एतादृशानि तत्र प्रत्याहारस्य उपयोगिता सूत्रे भवति, अतः एतत् पाठं मूलम् अस्ति, इत्युक्ते आवश्यकम् अस्ति, एतस्य ज्ञानम् आवश्यकम् अस्ति। यः तत्र क्रमः अस्ति सः क्रमः अस्ति अ इ उन्, आरम्भे तत्र अकारः दृश्यते, अ इ उन् रुलुक् ए ओङ् ऐ औच् हय वरट लण्, अनन्तरं तत्र यमगणनम् इत्युक्ते एकस्मिन् एव सूत्रे तत्र किं दत्तं, सर्वे ये अनुनासिकव्यञ्जनानि, अनुनासिकव्यञ्जनानि तत्र एव एकस्मिन् सूत्रे एव महर्षिपाणिनिना दत्तम्। अनन्तरं तत्र महाप्राणवर्णाः तत्र सन्ति, जभै एण्ड् घडधश्, एते सर्वे महाप्राणवर्णाः। अनन्तरं जबगडदश्, तस्य अनन्तरं यः प्रत्याहारः अस्ति सः अस्ति खफ छठथ चटतौ, अनन्तरं कपै शशसर् ख कृपया म्यूट् मध्ये तिष्ठतु, तत्र ध्वनिः आयाति. इफ् यु आर् नाट् स्पीकिङ्ग् कैण्ड्लि आल्वेस् स्टे म्यूट्. सो खफ छठथ चटताव कपाय एण्ड् शशसर् ख आरभ्य र पर्यन्तम् इत्युक्ते स्टार्टिङ्ग् फ्रोम् क टु र. खर् व्यञ्जनानि, खर् खर् अपि एकं प्रत्याहारः अस्ति. तस्मिन् प्रत्याहारे सर्वाणि किम् अस्ति तत्र कर्कशव्यञ्जनानि तत्र स्थापिताः. अन्तिम यः चतुर्दश प्रत्याहारः अस्ति सः अस्ति हल्. सो हल् प्रत्याहारः अन्तिम प्रत्याहारः. तस्मिन् वयं दृष्टवन्तः तत्र वैशिष्ट्यं किम् अस्ति, प्रत्याहारे वैशिष्ट्यं किम् अस्ति. तत्र यः अकारः श्रूयते व्यञ्जनस्य सह, यः अकारः श्रूयते सः अकारः केवलम् उच्चारणार्थम् अस्ति. इत्युक्ते तस्य गणना यदा वयं प्रत्याहारस्य निर्माणं कुर्मः तत्र अकारस्य गणना न भवति. परन्तु तत्र वयं दृष्टवन्तः यः लण् इति प्रत्याहारः अस्ति तस्मिन्नपि ल सः तत्र अकारः अस्ति. परन्तु सः अकारः न केवलं तत्र उच्चारणार्थम् अस्ति, परन्तु सः अकारः तत्र इत्संज्ञकः अपि अस्ति. इत्युक्ते तेन किं भवति, इत्संज्ञक अकारेण किं भवति, र इति प्रत्याहारस्य निर्माणं वयं कर्तुं शक्यते. अन्यथा तत्र एतादृशः वार्तिकं न आसीत् चेत् तत्र किं भवति, र इति प्रत्याहारस्य निर्माणं न भवितुम् अर्हति. इत्युक्ते तत्र कोऽपि अकारः अन्यस्मिन् प्रत्याहारे अकारः इत्संज्ञकः नास्ति. अतः तत्र कात्यायनमहर्षिणा किं सः वार्तिकेन किं वदति, लन् मध्ये तु अकारः, अलन् मध्ये तु इत्संज्ञकः. इत्युक्ते लन् मध्ये यः अकारः अस्ति सः इत्संज्ञकः अपि अस्ति. इत्युक्ते उच्चारणार्थं तु अस्ति, परन्तु इत्संज्ञकः अपि अस्ति. तेन किं भवति, र इति प्रत्याहारस्य निर्माणं भवति. अनन्तरं वयं दृष्टवन्तः तत्र सूत्रे हकारः इति, हकारः यः व्यञ्जनः अस्ति सः द्विवारम् आयाति. तत्र मनसि प्रश्नः आयाति, किमर्थं हकारः एव इति व्यञ्जनः द्विवारम् अत्र पाणिनिना दत्तम्. तत्र चिन्तनं किम् अस्ति इत्युक्ते व्याकरणे, इत्युक्ते व्याकरणशास्त्रे, व्याकरणलोके तत्र चिन्तनं किम् अस्ति, हकारस्य तत्र आवश्यकता. अट् प्रत्याहारे अपि अस्ति, जल् प्रत्याहारे अपि हकारस्य आवश्यकता. अतः तत्र अ आरभ्य ट पर्यन्तम् इत्युक्ते स्वराणाम् अनन्तरं तत्र हयवरट इति सूत्रं दत्तम्. सो तस्मिन् सूत्रे ह इति प्रथम व्यञ्जनः अस्ति. सो अट् प्रत्याहारे हकारस्य आवश्यकता अस्ति, अतः तत्रापि ह इति वर्णः तत्र महर्षिणा स्थापिताः. जल् प्रत्याहारे अपि तत्र किम् अस्ति, हकारस्य आवश्यकता. न केवलं जल् इति प्रत्याहारे, तत्र अन्य प्रत्याहारः अपि, यथा वल् इति प्रत्याहारः, वल् इति प्रत्याहारे अपि हकारस्य आवश्यकता. तथैव तादृशः प्रत्याहारः सन्ति यत्र हकारस्य आवश्यकता अस्ति, अतः पाणिनिना अन्ते तत्र हकारः पुनः तत्र स्थापितः. तस्मिन् चतुर्दशसूत्रे अपि हकारः स्थापितः. अनन्तरं तत्र किं भवति, तत्र यः मूर्धन्यनकारः अस्ति सूत्रेषु, यः मूर्धन्यनकारः अस्ति सः मूर्धन्यनकारः अपि तत्र द्विवारं तत्र इत्संज्ञकः. अहं शेर् करोमि स्क्रीन्. स्क्रीन् दृश्यते वा? आम्, अत्र प्रथमसूत्रे नकारः, मूर्धन्यनकारः इत्संज्ञकः. अनन्तरं लन् इति सूत्रे अपि मूर्धन्यनकारः इत्संज्ञकः. किमर्थं नकारः द्विवारम् इत्संज्ञकः, अन्य कोऽपि यः अन्तिमवर्णः इत्संज्ञकवर्णः द्विवारं नास्ति. सो किमर्थं नकारः द्विवारं तत्र स्थापिताः महर्षिणा, तत्र प्रश्नः मनसि आयाति. वयं दृष्टवन्तः तत्र ये चत्वारिंशत् तत्र प्रत्याहाराः तत्र सन्ति, तस्मिन् अन् इति अन्यतमः अस्ति. अन् इति एकं प्रत्याहारः अस्ति. तथैव इन् इति प्रत्याहारः अस्ति. सो अन् प्रत्याहारे तत्र प्रायशः किं भवति, यदा वयम् अन् प्रत्याहारस्य निर्माणं कुर्मः तत्र मनसि प्रश्नः आयाति, कस्य नकारस्य ग्रहणं, पूर्वनकारस्य ग्रहणं वा परनकारस्य ग्रहणं. सो अन् इति प्रत्याहारे लन् पर्यन्तं गच्छामः वा प्रथमसूत्रे एव तत्र अन् प्रत्याहारस्य निर्माणं करणीयम्. तत्र किम् अस्ति, वयं दृष्टवन्तः महाभाष्यस्य एकं श्लोकम् अस्ति, तत्र किं दत्तं, प्रायशः अनप्रत्याहारः इत्युक्ते जनरलि स्पीकिङ्ग् अनप्रत्याहारे केवलं त्रीणि वर्णानि एव आयान्ति, इत्युक्ते अ इ उ एतेषाम् एव ग्रहणम् अनप्रत्याहारे भवति. वयं दृष्टवन्तः तत्र अष्टाध्याय्याम् एकं सूत्रम् अस्ति, इत्युक्ते एकम् एव सूत्रः अस्ति यत्र अनप्रत्याहारस्य विषये परनकारस्य ग्रहणं भवति. इत्युक्ते तस्मिन् सूत्रे यः अन् दत्तम् अस्ति तत्र वयं किं कुर्मः, तत्र परनकारस्य प्रति गच्छामः. अन्यथा अन्यस्मिन् सर्वस्मिन् सूत्रे वयम् अन् इति प्रत्याहारस्य विषये केवलम् अकारः इकारः उकारस्य एव ग्रहणं कुर्मः इति तत्र महाभाष्ये इति तत्र दत्तम् अस्ति. अनन्तरम् इन् विषये, इन् अपि एकं प्रत्याहारः अस्ति सूत्र अष्टाध्याय्यां. सो इन् प्रत्याहारे तत्र किं दत्तम् अस्ति, सर्वदा इत्युक्ते आल्वेज्. अनुप्रत्याहारे विषये तु एकमेव अपवादः, परन्तु इन् प्रत्याहारविषये तत्र अपवादः नास्ति. सर्वदा किं करणीयं, पर्णकारस्य एव ग्रहणं करणीयम्. इत्युक्ते वेनवर् इन् प्रत्याहारसूत्रे तत्र देर् इस् अ मेन्शन् अबौट् इन् प्रत्याहार, वी हेव् टु गो फ्रम् इ आरभ्य लन् पर्यन्तं. सो तत्र ये ये वर्णाः तत्र मध्ये आयाति ते इन् प्रत्याहारे आयाति. वयम् एतत् अपि दृष्टवन्तः, प्रत्येकस्मिन् प्रत्याहारे यः अन्तिमवर्णः सः इत्संज्ञकवर्णः. अत्र दृश्यतु अ इ उण् नकारस्य अधोभागे तत्र एकं चिह्नं दत्तम् अस्ति, हलचिह्नं, हलन्तं चिह्नं एतस्य नाम. तथैव रुलुक् ककारः अत्र हल् अस्ति, ए ओङ् अत्र नकारः हल् अस्ति, ऐ औच् चकारः हल् अस्ति, हयवरट अन्तिम यः व्यञ्जनः सः हल् सः इत्संज्ञकः. इत्युक्ते सः तस्य किं भवति, सः केवलं प्रत्याहारस्य सीमारेखा करोति. सो यदा वयम् इन् प्रत्याहारस्य तत्र वर्णानां ग्रहणं कुर्मः तत्र मध्ये ये ये इत्संज्ञकवर्णः इत्संज्ञकव्यञ्जनः तस्य गणना न भवति. इत्युक्ते इन् प्रत्याहारे तत्र इ उ नकारस्य ग्रहणं न करणीयम्. इ उ रुलु ककारः इत्संज्ञकः, अतः अस्यापि गणना न करणीयम्. ए ओ नकारः नायाति, ऐ औ अपि च ह य व र अनन्तरं ल एते वर्णाः इन् प्रत्याहारे आयाति. सो तत्र चिन्तनं किम् अस्ति, मध्ये ये इत्संज्ञकवर्णाः प्रत्याहारे आयाति तेषां ग्रहणं मा करु इति तत्र नियमः. सो प्रत्येकस्मिन् प्रत्याहारे अन्तिमवर्णः इत्संज्ञकवर्णः, सः इत्संज्ञकवर्णः प्रत्याहारस्य सीमारेखा करोति, तस्य तस्य वर्णस्य ग्रहणं प्रत्याहारे न करणीयम् इति नियमः. एतत् सर्वं वयं दृष्टवन्तः. तथैव तत्र अच् वदामः चेत् अच् इति एकं प्रत्याहारः अस्ति, अच् प्रत्याहारे अ आरभ्य च अच् अच् वदामः चेत् च पर्यन्तं, तु तस्मिन् प्रत्याहारे सर्वाणि किम् अस्ति, स्वराणि तत्र आयाति, स्वराः तत्र आयान्ति. तथैव अल् वदामः चेत् अ आरभ्य ल पर्यन्तम् अन्तिं च अन्तिम प्रत्याहारस्य पर्यन्तम् अल् इति वर्णस्य ग्रहणम्, अल् इति प्रत्याहारस्य ग्रहणं भवति. सो अल् वदामः चेत् यत् किमपि वर्णः तत्र भाषायां सन्ति तस्य ग्रहणम् अल् इति प्रत्याहारे आयाति. तथैव हल् वदामः चेत् ह आरभ्य इत्युक्ते पञ्चम सूत्र आरभ्य अन्तपर्यन्तं चतुर्दश सूत्रं पर्यन्तं हल् इति प्रत्याहारस्य ग्रहणं। सो हल् इति प्रत्याहारे सर्वाणि किं व्यञ्जनानि तत्र आयान्ति, स्वरविहाय सर्वाणि व्यञ्जनानि हल् इति प्रत्याहारे आयाति इति तत्र विशेषम् अस्ति। सो एतः दृशः क्रमः आवश्यकम् अस्ति, अस्मिन् क्रमेण एव तत्र किं we should remember the sutra in this kramaha only, then only we can make the pratyaharah, anyatha tatra kim bhavati kleshah bhavati. So tatha ma bhavet, we have to by heart these chaturdash sutrani. Kimartham chet pratyekasmin sutre tatra kim asti kopi pratyaharasya varnanam tatra asti. So yadi vayam yada vayam sutra adharena pathasya prarambham kurmah, तत्र सर्वदा कोऽपि प्रत्याहारस्य वर्णनं तत्र दत्तं। सो वी शुड् नो विच् आल् लेटर्स् कम् इन् देट् प्रत्याहारः, इन् देट् प्रत्याहार यः यत्र सूत्रे सूत्रस्य तत्र यत्र यत्र तस्य मेन्शन् अस्ति वी शुड् नो। अनन्तरं तत्र किम् आवश्यकम्, आं तत्र वयं वयं दृष्टवन्तः तत्र अकारः यः अत्र दृश्यते, अत्र दीर्घ अकारः सूत्रेषु कुत्रापि न लभ्यते। सो अतः परन्तु वर्णमालायां किम् अस्ति अ आ इ उ एतादृश तत्र वर्णमालायां तत्र सन्ति, परन्तु अत्र माहेश्वरसूत्रेषु दीर्घ न श्रूयते, प्लुत् अपि न श्रूयते। सो तत्र चिन्तनं किम् अस्ति, यः सूत्रेषु यः अकारः दत्तं सः अकारः अष्टादश अकाराणां प्रतिनिधिः, इट् रिप्रेसेण्ट्स् आल् द 18 अकाराज् इन् द व्याकरणशास्त्रः। वयं दृष्टवन्तः तत्र कथम् अष्टादश प्रभेदाः तत्र अकारस्य विषये, इकारस्य विषये, उकारस्य विषये, अपि च रु रु इति स्वरस्य विषये, एते चतुर्षु चतुर्णां वर्णानां तत्र किं तत्र अष्टादश प्रभेदाः सन्ति, 18 types of ru, 18 types of u, 18 types of e. Vayam drishtvantah tatra kalasya adharene, tikte uchcharan kalasya adharene tatra kim bhavati mule tatra trini prabedah, swaranam trini prabedah, rasva swarah, dirgha swarah, plut swarah. सो रस्वस्वरः यस्य स्वरस्य एकमात्रा उच्चारणकालः सः रस्वस्वरः, द्विमात्रा उच्चारणकालः यस्य स्वरस्य सः दीर्घस्वरः, यथा आ ई उ एते स्वराः दीर्घस्वरः इति उच्यते। तथैव यस्य स्वरस्य त्रिमात्रा अथवा त्रिमात्रा अधिक उच्चारणकालः उच्चारणसमयः भवति सः प्लुत्स्वरः। अनन्तरं वयं दृष्टवन्तः रस्वस्वरस्य अनुनासिकप्रभेदः अस्ति, निरनुनासिकप्रभेदः अपि अस्ति, इत्युक्ते रस्वस्वरस्य रस्व अकारस्य वयं तत्र तस्य उच्चारणं नासिका सह अपि कर्तुं शक्यते, नासिका विना अपि कर्तुं शक्यते। यत्र नासिका सह अकारस्य आ इति यः अस्ति स्वरः आ, सो सः आप् निरनुनासिक अकारः, सो निरनुनासिक अकारः ह्रस्व अकारः अस्ति चेत् तस्य चिह्नं व्याकरणे किम् अस्ति, उपरि एकं चन्द्रबिन्दु दत्तं, यस्मिन् यस्मिन् स्वरस्य उपरि चन्द्रबिन्दु दृश्यते सः अनुनासिक, इत्युक्ते अनुनासिक सः तस्य उच्चारणं भवति। तथैव ई विषये, ई अनुनासिक इकारः अपि अस्ति, निरनुनासिक अननुनासिक इकारः अपि अस्ति। सो ह्रस्वस्वरस्य अनुनासिकप्रभेदः निरनुनासिकप्रभेदः, अनन्तरम् अनुनासिक अकारस्य तत्र किं भवति उदात् अनुदात् स्वरितः इति तत्र किं भवति उच्चारण आभ्यन्तरप्रयत्नस्य आधारेण, इत्युक्ते टोन् वयं किं वदामः टोन्। सो उदात् वदामः चेत् यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य किं भवति उदात्तस्वरः उच्चैः उदात्तः तत्र अस्ति सूत्रम्, उच्चैः उदात्तः उपरिभागे वायुः उपरिभागे स्पर्शनं करोति, बहिः आगच्छति, सः स्वरः उदात्तस्वरः। तथैव अनुदात्तस्वरः, यदा वायुः कण्ठस्य अधोभागे स्पर्शनं करोति, बहिः आगच्छति, तत्र किं भवति? अनुदात्त अकारस्य, अकारः कण्ठव्यञ्जनः इत्युक्ते तस्य उच्चारणं स्थानं कण्ठम् अस्ति, वायुः कण्ठस्य स्पर्शनं करोति, बहिः आगच्छति, तत्र अकारस्य ध्वनिः वयं शृणुमः। सो अधोभागे यदि तत्र किं भवति, वायुः अधोभागे स्पर्शनं करोति चेत् सः अनुदात्तस्वरः इति तत्र चिन्तनम् अस्ति। स्वरितः इत्युक्ते समाहारस्वरितः, यत्र यस्मिन् उच्चारणे उदात्तस्वरस्य गुणः अपि च अनुदात्तस्वरस्य गुणः अस्ति, सः स्वरितस्वरः। इत्युक्ते वायुः उपरिभागे अपि किञ्चित् स्पर्शनं करोति, अधोभागे अपि किञ्चित् स्पर्शनं करोति, तत्र किम् अस्ति? समाहारः अस्ति, उदात्तस्वरस्य अपि च अनुदात्तस्वरस्य यत्र समाहारः भवति सः स्वरितस्वरः। सो तत्र वयं कथं तेषाम् उच्चारणं तो इदानीं तन् काले अस्माभिः तत्र किम् अस्ति, अस्मत्कृते तत्र स्वरविज्ञानं न लभ्यते, सः लुप्तः जातः इति व्याकरणे तादृशचिन्तनम् अस्ति। सो प्रायशः वयम् उदात्त अनुदात्त स्वरितः एतादृशानां स्वराणाम् उच्चारणं न कर्तुं शक्यते, परन्तु ये जनाः वेदाः जानन्ति ते कर्तुं शक्यते, ते उदात्तस्वरः कथं तस्य उच्चारणं करणीयम्, अनुदात्तस्वरितः तेषाम् उच्चारणं कथं करणीयं ते जानन्ति, परन्तु व्याकरणे उदात्त अनुदात्तस्वरितस्वरस्य प्रयोजनं किम् इति प्रश्नः अस्ति व्याकरणशास्त्रे। वयं तु अत्र व्याकरणशास्त्रं तस्य अध्ययनं कुर्मः, सो तत्र उदात्त अनुदात्तस्वरितस्वरस्य प्रयोजनं यः अस्ति तेन स्वरेण आधारेण वयं किं ज्ञातुं शक्यते, धातुः किं पदि, इत्युक्ते धातुः परस्मैपदि वा आत्मनेपदि वा उभयपदि वा इति वयं स्वरं दृष्ट्वा एव ज्ञातुं शक्यते। अतः तत्र किम् अस्माभिः कृतं किं तत्र किम् अस्ति, स्वरस्य चिह्नं किं, चिह्नं दृष्ट्वा वयं ज्ञातुं शक्यते स्वरः उदात् वा अनुदात् वा स्वरितः। सो अनुदात्तस्वरस्य चिह्नं किम्? अधोभागे तत्र किम् अस्ति, एकं स्ट्रेट् लघुरेखा अस्ति, यस्य स्वरस्य अधोभागे इत्युक्ते बिलो अकारः तत्र किम् अस्ति, अ स्माल् स्ट्रेट् लैन्, तत्र स्लाट् नास्ति। अनुदात्तस्वरस्य चिह्नम् अस्ति वन् स्ट्रेट् लैन् बिलो द स्वरः। वेन् वि सी ए वन् स्ट्रेट् लैन् बिलो द स्वरः वयं ज्ञातुं शक्यते अकारः, एतादृश अकारः अनुदात्त अकारः। स्वरितस्वरस्य चिह्नं किम्? उपरि भागे इत्युक्ते एट् द अभव् अकारस्य उपरि भागे तत्र एकं दण्डं दृश्यते, वन् वर्टिकल् लैन् अभव् अकारः। यदि तत्र यः स्वराङ्कितधातुपाठः अस्ति तत्र पश्यामः चेत् यदि अकारस्य उपरि कोऽपि एकं लघु दण्डम् अस्ति, वन् स्ट्रेट् वर्टिकल् लैन् अबौ अकारः अस्ति, वयं किं वदामः? एतत् अकारः स्वरित अकारः। अनन्तरं यः अनुदात्त यः उदात्तस्वरः अस्ति, उदात्तस्वरस्य कोऽपि चिह्नं नास्ति, यस्य स्वरस्य अधोभागे कोऽपि चिह्नं नास्ति, उपरि भागे कोऽपि चिह्नं नास्ति, सः स्वरः उदात् स्वरः। इत्युक्ते उदात् स्वरस्य व्याकरणशास्त्रे कोऽपि चिह्नं नास्ति। सो चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते तत्र कीदृश अकारः, ह्रस्व अनुनासिक उदात्ताकारः, ह्रस्व अनुनासिक स्वरित अकारः वा ह्रस्व उदात् अनुनासिक स्वरः। सो एतादृशः तत्र भवति 3×2×3, सो 18 अष्टादश प्रभेदाः तत्र अकारस्य, इकारस्य, उकारस्य अपि च ऋकारस्य। एच एतेषां चतुर्णां स्वराणाम् अष्टादशप्रभेदाः तत्र सन्ति. लू इति एकं स्वरः अस्ति, लू स्वरस्य अष्टादशप्रभेदाः न, तस्य स्वरस्य केवलं द्वादशप्रभेदाः. इत्युक्ते व्याकरणशास्त्रे संस्कृतभाषायां तत्र लू इति यः स्वरः तस्य दीर्घः नास्ति, केवलं ह्रस्वप्रभेदः अपि च प्लुत्प्रभेदः. सो अतः तत्र किम् अस्ति, केवलं द्वादशप्रभेदाः लू स्वरस्य. तथैव ए ओ ऐ औच् एते चतुर्णां स्वराणां तत्र अपि द्वादशप्रभेदाः. किमर्थं चेत् एते चत्वारि स्वराः तेषां ह्रस्वप्रभेदाः नास्ति, केवलं दीर्घः अस्ति. ए अपि दीर्घः, ऐ अपि दीर्घः, ओ अपि दीर्घः, औ अपि दीर्घः. सो तत्र व्याकरणे एकारस्य, ऐकारस्य, ओकारस्य, औकारस्य ह्रस्वप्रभेदः नास्ति, केवलं दीर्घप्रभेदः अपि च प्लुत्प्रभेदः. अतः एतेषामपि किम् अस्ति, केवलं द्वादशप्रभेदाः एव सन्ति व्याकरणे. सो चतुर्णां स्वराणां तत्र अष्टादशप्रभेदाः, अन्यस्मिन् ये पञ्च स्वराः तत्र सन्ति तेषां केवलं द्वादशप्रभेदः. इत्युक्ते अत्र यः अकारः दीयते सः अकारः द्वादश एकाराणां प्रतिनिधिः. तथैव औ इति यः स्वरः अस्ति, ऐ औच् औ इति यः स्वरः, सः द्वादश स्वर औकाराणां प्रतिनिधिः अस्ति. अतः अत्र न तत्र सर्वाणि स्वरः न दीयते. सो प्रत्येकः स्वरः तस्य सवर्णस्य तत्र किं भवति, सः तस्य इट् रिप्रेसेण्ट्स् आल् द अकारः. तथैव इकारः रिप्रेसेण्ट्स् आल् द इकारः प्रेसेण्ट् इन् व्याकरणशास्त्रे. अहं चिन्तयामि एतत् स्पष्टं. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. वयम् एतस्य अभ्यासम् अपि कृतवन्तः. अभ्यासे कोऽपि भ्रमः अस्ति चेत् कृपया पृच्छतु. आं पृच्छतु भगिनि. भगिनि, हल् अपि च अल् प्रत्याहारे ह द्विवारम् आगच्छति वा? आं द्विवारम् आगच्छति. न, तत्र एकमेव वारं हल् हकारः. तत्र द्विवारं लेखनस्य कोऽपि प्रयोजनमेव नास्ति न. सो अल् इति प्रत्याहारे हकारः अपि, तस्य ग्रहणम् अपि भवति. इत्युक्ते अत्र न लेखनीयम्. We have to write only one hakarah, whether that is the first hakarah or you can write, when you write in the kramah, you can write after au, ha iti varnah, so last hakarah na lekhani, maam satyam. Kramena gachha maha te tathev bhavati. तत्र अन्यत् अपि एकं प्रश्नः अस्ति. यदा वयं हल् प्रत्याहारस्य निर्माणं कुर्मः चेत् तत्र वै वी शुड् नाट् टेक् द अन्तिम प्रत्याहार एव. तत्र यदि वयम् अन्तिमसूत्रस्य ग्रहणं कुर्मः चेत्, अन्तिमसूत्रस्य एव ग्रहणं कुर्मः चेत्, तत्र यः मध्ये अकारः अस्ति, अत्र तु वर्णानां समूहः अस्ति. हल् इति यः अन्तिमचतुर्दश प्रत्याहारः, सः अपि प्रत्याहारः. तत्रापि वर्णानां समूहः अस्ति, परन्तु यदा वयं हल् प्रत्याहारस्य निर्माणं कुर्मः, तत्र यः पञ्चम सूत्रम् अस्ति, पञ्चसूत्र आरभ्य अन्तपर्यन्तं तत्र वर्णानां ग्रहणं करणीयम्. अन्ते यः हल् अस्ति तत्र एव ग्रहणं न करणीयम्. इत्युक्ते तत्र केवलं हकारः एव आयाति. यदि वयम् अन्ते सूत्रतः एव हल् प्रत्याहारस्य निर्माणं कुर्मः, तत्र केवलं हकारः आयाति. सो हकारः एकमेव वर्णः, वर्णानां समूहः इति न वदामः. हाल् इट् विल् नाट् बिकम् ए वर्णानां समूहः. तत्र एकम् एव वर्णः आयाति. अतः तत्र किं करणीयं, नियमः किम् अस्ति, पञ्चसूत्र आरभ्य अन्तपर्यन्तं हल् इति प्रत्याहारस्य तत्र ग्रहणं भवति, तेषां वर्णानां ग्रहणं करणीयं, न तु चतुर्दश यः सूत्रमस्ति तत्र एव हल् प्रत्याहारस्य निर्माणं न भवति। अस्तु, अहं चिन्तयामि स्पष्टमस्ति। अद्य कोऽपि किञ्चित् नूतनजनाः तत्र आयाति, तेषां कृते वयं किं कुर्मः, यः प्रथम अध्यायः अस्ति इत्युक्ते धातुगणाः, तस्य भिन्नरीत्याः तत्र चिन्तनं कुर्मः। कः वक्तुमिच्छति तत्र कति धातुगणाः सन्ति? यः प्रथम अस्माकं यः प्रथम अध्यायः अस्ति सः अस्ति धातुगणपरिचयः। सो कति धातुगणाः तत्र सन्ति, कः वक्तुमिच्छति? झटिति वदतु, लेट् अस् नाट् वेस्ट् अवर् टैम्। कः वक्तुमिच्छति? स्वयम् अग्रे आगच्छतु। दशगणाः। अहं वदामि वा? न महोदय, कृपया म्यूट् मध्ये तिष्ठतु। आम्, चेतन् भगिनी अस्ति, भगिनी वदतु कति धातुगणाः तत्र सन्ति। दशः गणाः। तेषां नाम अपि वदतु। द्वादिगणः, अदादिगणः, ज्योत्यादिगणः, दिवादिगणः, स्वादिगणः, सुदादिगणः, रुधादिगणः, तनादिगणः, क्रियादिगणः, चुरादिगणः। आम्, तत्र प्रथमगणस्य लक्षणं किम् अस्ति भगिनि वदतु। द्वादिगणः भू इत्यादि धातवः, विकरणप्रत्यय शप् अस्ति, श अपि च प अदर्शनं लोपः भवति, अ तिष्ठति। सो अ कुत्र श्रूयते? धातु तिङ् मध्ये श्रूयते। आम्, तत्र सत्यं भगिनि। अदादिगणस्य विषये अपि वदतु। अदादिगणः शप् लोपः भवति, अतः सम्पूर्णलोपः भवति, लुक् भवति, शप् लुक् भवति इति वदामः। भवति लुक् भवति, अतः आकृतिः नास्ति। सो धातु तिङ् मध्ये कः भागः श्रूयते? किमपि नास्ति। आम्, सो अत्र अस्ति, अनन्तरं ति इति तिङ् प्रत्ययस्य भागः, सो अस्ति भवति, धातु तिङ् मध्ये किमपि नास्ति। आम्, ज्योत्यादिगणस्य विषये? ज्योत्यादिगणः अपि शप् श्लू भवति, अतः द्वित्वं श्रूयते, परन्तु धातु तिङ् मध्ये किमपि न अस्ति। द्वित्वम् इत्युक्ते किम्? द्वित्वम् इत्युक्ते प्रथमः वर्णः द्विवारं श्रूयते। प्रथमवर्णः न वदामः, धातुः यः अस्ति तस्य द्विवारणम् उच्चारणं भवति, यदा दा इति धातु दादा भवति। धातु यः भागमस्ति, धातुभागस्य द्वित्वं भवति। अस्तु, तत्र ये नूतनजनाः तत्र अद्य यः विच हूसोवर् हेज् जायिन् टुडे, तेषां विषये अहं वक्तुम् इच्छामि। तत्र किं भवति, व्याकरणशास्त्रे तत्र किम् उपधिसहस्रधातवः तत्र सन्ति धातुपाठे, अप्राक्सिमेट्लि 2000 धातूस् आर् देयर् इन् धातुपाठः। तत्र पाणिनिना किं कृतं, तत्र ते द्विसहस्रधातवः पाणिनिना दशसु गणेषु विभक्ताः तत्र पाणिनिद्वारा एव। सो तत्र विभजनस्य आधारः कः इति वदामः चेत्, कस्य आधारेण पाणिनिना विभजनं कृतं, धातूनां विभजनं कस्य आधारेण कृतं? विकरणप्रत्ययस्य आधारेण। सो तत्र दशसु गणेषु भिन्नभिन्नविकरणप्रत्ययाः तत्र आयाति। विकरणप्रत्ययः वदामः चेत् एकः प्रत्ययः अस्ति, यः धातु तिङ् मध्ये आयाति। तिङ् इति एकं प्रत्ययानां समूहः अस्ति। लकारेषु तत्र तिङन्तप्रक्रियायां किं भवति, तत्र तीतः अन्ति सीथः थः ए तिप्तस्जि सिप्तस्थ विप् मिप् वस्मस् एतादृशः तत्र तिङ्प्रत्ययाः तत्र सन्ति। तत्र तिङन्तप्रक्रियायां तेषाम् उपयोगिता भवति। इत्युक्ते लट् लकार एकवचनस्य विवक्षा अस्ति चेत् इफ् वि विश् टु मेक् लट् लकार एकवचनस्य रूपं, तत्र किम् अस्ति, धातुः अनन्तरं तत्र तिप् इति प्रत्ययः आयाति। सो तत्र प्रत्ययेषु किम् अस्ति, एकं मूलरूपम् अस्ति, एकं सिद्धरूपम् अस्ति। यथा शप् इति प्रत्ययः, शप् इति प्रत्ययः तत्र शकारः अकारः पकारः अस्ति। सो परन्तु एतादृशः शप् इति प्रत्ययः मूलरूपम् अस्ति, अस्य यः सिद्धरूपं सः अकारः। सिद्धरूपम् इत्युक्ते प्रक्रियायां यः वर्णः तत्र श्रूयते, यः तिष्ठति, सः सिद्धरूपं। यथा तिप् कृते, तिप् इति यः एकवचन लट् लकारस्य एकवचनप्रत्ययः अस्ति, प्रथमपुरुषस्य प्रत्ययः अस्ति, तत्रापि तिप् प्रक्रियायां तिप् न श्रूयते, प्रक्रियायां केवलं ती अन्ते श्रूयते, पकारः अपगच्छति। अत्रापि शकारः, आदौ यः शकारः अस्ति सः अपगच्छति, अन्ते यः पकारः अस्ति सः अपगच्छति, केवलं मध्ये यः अकारः अस्ति सः एव तिष्ठति। कुत्र? प्रक्रियायां, पदनिर्माणार्थं केवलम् अकारस्य उपयोगिता भवति। सो ये वर्णाः अपगच्छन्ति तेषां पाणिनिना एकं नामकरणं कृतं, सः अस्ति इत् इति संज्ञा, इत् इति नामं पाणिनिना दत्तम्, इत् इति नामम्। सो शकारस्य इत् भवति, पकारस्य इत् भवति। यदा वयम् इत् भवति इति वदामः चेत् इत्युक्ते सः प्रक्रियायां न तिष्ठति, सः अपगच्छति। यदा वयं दृष्टवन्तः तत्र महेश्वरसूत्रेषु अन्तिमवर्णः इत् संज्ञकः, इत्युक्ते इत् अस्ति अतः सः अपगच्छति, तस्य ग्रहणं न भवति। सो व्याकरणशास्त्रे यस्य यस्य इत् इति नामकरणं भवति सः अपगच्छति, प्रक्रियायां सः न तिष्ठति। सो प्रक्रियायां केवलम् अकारः तिष्ठति। तथैव अदादिगणे, अदादिगणे यः शप् प्रत्ययः मध्ये आयाति सः शप् लुक् भवति। लुक् इति एकं प्रकारकः लोपः, इट् इस् द टैप् आफ् लोपः। तत्र किं भवति, तत्र विशिष्टकार्याणि लुक् कारणेन भवति, परन्तु इदानीं तत् विषयः नास्ति, वयम् अग्रे गत्वा तत् सर्वं पठिष्यामः। सो लुक् यः अस्ति सः अपि एकप्रकारकः लोपः, तेन किं भवति, सम्पूर्णप्रत्ययस्य लोपः भवति। इत्युक्ते अत्र अकारस्य अपि लोपः, इट् इस् नाट् अ साधारण लोपः। अदादिगणे शप् लुक् भवति, लुक् अपि लोपः अस्ति, परन्तु अत्र सम्पूर्णप्रत्ययस्य लोपः भवति। अत्र अकारस्य अपि लोपः, यः मध्ये अकारः अस्ति, न केवलम् इत् संज्ञकवर्णानां लोपः, परन्तु प्रत्यये ये वर्णाः सन्ति तेषां सर्वत्र लोपः भवति। सो अदादिगणे धातु तिङ् मध्ये किमपि भागं न श्रूयते। धातु अस्ति, तस्य साक्षात् अनन्तरं ती इति भागः आयाति, तीतः अन्ति इति भागम् आयाति। तथैव ज्योत्यादिगणे, ज्योत्यादिगणस्य प्रत्येकस्य गणस्य किञ्चित् भिन्नलक्षणं, विशिष्टलक्षणम् अस्ति। सो ज्योत्यादिगणस्य लक्षणम् इति वदामः चेत् तत्र शप् श्लु भवति, श्लु अपि एकप्रकारकः लोपः, इट् इस् आल्सो अ टैप् आफ् लोपः। येन किं भवति, प्रत्ययस्य लोपः, सम्पूर्णतया लोपः भवति, परन्तु श्लु कारणेन अत्र धातौ द्वित्वं भवति। इत्युक्ते अत्र धातु अस्ति भि, द्वित्वम् अनन्तरं किं भवति, भि भवति, तस्य उच्चारणं द्विवारं जायते। सो सः अस्ति द्वित्वकार्यं, द्वित्वकार्यमपि एकं विशिष्टकार्यम् अस्ति व्याकरणशास्त्रे। अग्रे गत्वा तस्य विषये ये सूत्राणि तत्र सन्ति तस्य अध्ययनं वयं कुर्मः, परन्तु इदानीं तस्य सः विषयः नास्ति। सो ज्योत्य तृतीयगणे किं भवति, विशिष्टलक्षणं किम् अस्ति, तृतीयगणे धातौ द्वित्वं भवति, तद्धातु यः भागम् अस्ति तस्य द्विवारणम् उच्चारणं भवति, इत्युक्ते दा बिकम्स् दादा, अनन्तरं ति इति प्रत्ययः आयाति, धातु तिङ् मध्ये किमपि न आयाति। दिवादिगणस्य विषये कः वदति, कः वक्तुम् इच्छामि? गिरिजा भगिनी अस्ति वा? सरलमस्ति, वदतु भगिनी दिवादिविषये, दिवादिगणस्य मूलप्रत्ययः कः, तस्य आकृतिः कः? दिवादिगणे विकरणप्रत्ययः श्यन्, तत्र लोपः भूत्वा या तिष्ठति। कस्य लोपः भवति अत्र, कस्य कस्य? श्यन् इति शकारस्य इत्, शकारस्य इत् अपि च नकारस्य अपि। सो अत्र अवशिष्टभागः अस्ति, अवशिष्टभागः या। सो या कुत्र श्रूयते, अत्र लक्षणं किम् अस्ति? लक्षणं ह्रस्वं दीर्घं भवति। यदा कोऽपि धातु अस्ति यस्य अन्ते वकारः अस्ति अथवा रेफः अस्ति तस्य एव दीर्घं भवति, अन्यस्य धातु दीर्घं न भवति। सो तत् विशिष्टलक्षणं नास्ति, तत्तु धातु आदेशः, परन्तु अत्र यः विशिष्टलक्षणम् अस्ति, अत्र धातु तिङ् मध्ये किम् अस्ति, या इति भागं सर्वदा श्रूयते, लट् लकारेषु, लङ् लकारेषु, विधिलिङ्ग् लकारेषु, अपि च लोट् लकारेषु, एतेषु चतुर्षु लकारेषु यदा वयं कोऽपि क्रियापदं तस्य निर्माणं कुर्मः तत्र सर्वदा शन् इति प्रत्ययः धातु तिङ् मध्ये आयाति। सो या इति भागः सर्वदा श्रूयते धातु अनन्तरं, धातु यत्किमपि आदेशः भूत्वा तत्र य इति भागः धातु तिङ् मध्ये सर्वदा श्रूयते। सो तत्र चिन्तनं किम् अस्ति, चतुर्षु लकारेषु एव घनचिन्तनं भवति, घनचिन्तनम् इत्युक्ते धातु कस्मिन् गणे अस्ति इति चिन्तनम्। सो वेनेवर् वी हेव् टु मेक् ए लट् लकाररूपम् अथवा लोट् लकाररूपं, विधिलिङ्ग् लकाररूपम्, अपि च चतुर्थं किम् अस्ति, लङ् लकाररूपम्, एतेषु चतुर्षु लकारेषु एव तत्र किं भवति, वी शुड् नो धातु कस्मिन् गणे अस्ति, इत्युक्ते गण धातुः यस्मिन् गणे अस्ति तस्य गणस्य विकरणप्रत्ययः मध्ये सर्वदा आयाति। सो वी शुड् नो धातुः द्विवादिगणे वा स्वादिगणे वा तुदादिगणे वा, बिकास् फार् मेकिङ्ग् द लकार दिस् तिङन्तरूपं फार् दीस् फोर् लकाराज् वी हेव् टु रिमेम्बर् धातुः कस्मिन् गणे अस्ति, अकार्डिङ्ग्ली वी केन् सी वेदर् या कम्स् इन् बिट्वीन्, नो कम्स् इन् बिट्वीन्, आर् केवलम् अकारः धातु तिङ् मध्ये आयाति अथवा न इति भागः आयाति मध्ये। सो घनचिन्तनं कुत्र भवति, चतुर्षु लकारेषु एव घनचिन्तनं भवति, ते के, लट्, लोट्, विधिलिङ्ग्, लङ्, एते चतुर्षु लकारेषु, अन्येषु षट्षु लकारेषु घनचिन्तनं न भवति, इत्युक्ते तत्र धातु तिङ् मध्ये विकरणप्रत्ययः, विकरणप्रत्ययस्य भागः न एव आयाति। सो लृट् लकारे, लृङ् लकारे, अन्यस्मिन् ये अन्यलकाराः तत्र सन्ति, तत्र धातु तिङ् मध्ये विकरणप्रत्ययः न आयाति, घनविकरणप्रत्ययः न आयाति। अतः वयं किं वदामः, षट्षु लकारेषु घनचिन्तनं न भवति, केवलं चतुर्षु लकारेषु एव घनचिन्तनं भवति। सो वी शुड् नो कस्य गणस्य विकरणप्रत्ययः कः, तस्य आकृतिः कः, आकृतिः इत्युक्ते प्रक्रियायां कः भागः श्रूयते। तत्र एकम् अन्यत् अस्ति, भुवादिगणे यः शप् प्रत्ययः अस्ति, शप् प्रत्ययस्य कारणेन धातुः किं भवति, गुणः भवति। अत्र अदादिगणे अपि च ज्योत्यादिगणे विकरणप्रत्ययस्य कारणे विकरणप्रत्ययः नैव अस्ति, अतः तत्र किं भवति, तत्र विकरणप्रत्ययस्य कारणेन गुणः न भवति। दिवादिगणे श्यन् इति विकरणप्रत्ययः, तत्र तत्रापि धातौ धातोः गुणः न भवति। सो गुणः इत्युक्ते किं, कः वदति? रामानन्दमहोदय वक्तुम् इच्छति वा गुणः इत्युक्ते किम्? किञ्चित् उच्चैः वदतु महोदय। ओ मन्दं श्रूयते, बहु मन्दं श्रूयते। अदर्स् आर् एबल् टु लिसन् वा? महोदय कृपया, आम् आम् इदानीं श्रूयते, वदतु। यत्र इकारः उकारः ऋकारः भवति तत्र इकारः एकारः भवति, उकारः ओकारः भवति, ऋकारः अर् भवति, अत्र गुणम् इत्युच्यते। कुत्र कुत्र गुणः भवति, कस्मिन् कस्मिन् धातो प्रथमस्वरः यत्र भवति तत्र गुणं भवति? न, प्रथमस्वरस्य गुणः तु न भवति महोदय। गुणः कुत्र कुत्र भवति? अन्ते धातु अन्ते कोऽपि इ ऊरु अस्ति चेत् तस्य गुणः। क्षम्यताम्। आम् आम् आम्। अपि च आम् आम् उपदायां च अपि भवति। आम्, सो उपदायां केषां स्वराणां गुणः भवति? इकारः उकारः ऋकारः ह्रस्वस्वराणाम् एव गुणः उपदायम्। ह्रस्वस्वराणाम् एव। आम्, सत्यं सत्यं महोदय, धन्यवादः। धन्यवादः। सो तत्र गुणः व्याकरणशास्त्रे एकं कार्यम् अस्ति। गुणः इत्युक्ते तत्र स्वराणां परिवर्तनं भवति। केषां केषां स्वराणां परिवर्तनम् इति वदामः चेत् इकारस्य परिवर्तनम्, उकारस्य परिवर्तनम्, अपि च ऋकारस्य, एते त्रयाणां स्वराणां परिवर्तनं भवति गुणकार्ये। यः गुणकार्यम् अस्ति व्याकरणशास्त्रे, तत्र केवलम् एते त्रयाणां वर्णान् स्वराणाम् एव गुणः भवति। परन्तु यत्र कुत्रापि इकारः अस्ति तस्य गुणः न भवति। इत्युक्ते धातुः अन्ते, धातुः अन्ते कोऽपि इकारः अस्ति अथवा उकारः अस्ति अथवा ऋकारः अस्ति चेत् तस्य गुणः भवति। यथा तत्र भू इति धातुः, भू इति धातु अस्ति, भकारः महाप्राण भकारः अपि च दीर्घ उकारः, सो भू इति धातुः गुणं भूत्वा किं भवति, भो भवति। उकारस्य उकारस्य गुणः ओकारः, इकारस्य गुणः एकारः, ऋकारस्य गुणः अर् भवति। सो भुवादिगणे गुणः भवति कस्य कारणेन, विकरणप्रत्ययस्य निमित्तीकृत्य। इत्युक्ते विकरणप्रत्ययः हेतु अस्ति गुणस्य कृते, सो विकरणप्रत्ययस्य कारणेन भुवादिगणे गुणः भवति, भू भो भवति। अनन्तरं भो योग अ कुर्मः चेत् तत्र किं भवति, सन्धिः भवति, स्वरसन्धिः भवति, तत्र किं भवति, अयादिसन्धिः। ओकारस्य परे स्वरवर्णः अस्ति, अतः तत्र किं भवति, ओकारस्य स्थाने अव् इति आदेशः भवति। सो भव इति रूपं भवति, सो भवति इति रूपं। सो प्रथमगणे विकरणप्रत्ययस्य कारणेन धातौ गुणः भवति। एतत् सर्वं वयम् अधीतवन्तः, इदानीं पुनः स्मरणं अस्माभिः कृतं। तो तत्र किं भवति, अन्ते कोऽपि ह्रस्व इकारः अथवा दीर्घ इकारः अस्ति चेत् तस्य गुणः, अन्ते कोऽपि ह्रस्व उकारः अथवा दीर्घ उकारः अस्ति चेत् तस्य गुणः तथैव धातुः अन्ते वी आर् स्पीकिङ्ग् अबौट् धातु धातुः अन्ते कोऽपि ह्रस्व ऋकारः अथवा दीर्घ ऋकारः अस्ति चेत् तस्य गुणः सो अन्ते दीर्घ भवेत् वा ह्रस्व भवेत् तस्य गुणः भवति दीर्घ इकारस्यापि एकारः गुणः ह्रस्व इकारस्य स्थाने अपि एकारः एव गुणः सो द लाङ्ग् इकारः एण्ड् शार्ट् इकारः तस्य स्थाने तत्र एकारः एव गुण कार्ये तस्य परिवर्तनं भवति तथैव अन्ते उ अस्ति अथवा ऊ अस्ति तस्य स्थाने सर्वदा ओ इति गुणः भवति रु स्थाने सर्वदा गुणः भूत्वा रु दीर्घ ऋकारस्य अपि अर् इति गुणः भवति सो धातुः अन्ते स्थितस्य इ उ रु वर्णानां गुणः अपि च तत्र किं भवति उपधायां स्थितस्य इ उ रु ह्रस्व इकारस्य ह्रस्व उकारस्य ह्रस्व ऋकारस्य गुणः यथा शुच् इति धातुः शुच् इति धातुः शुच् योग शप् कुर्मः चेत् तत्र शप् कारणेन अत्र शुच् इति धातौ अन्ते कोऽपि इकवर्णः नास्ति इत्युक्ते इकारः अन्ते नास्ति उकारः अन्ते नास्ति ऋकारः अन्ते नास्ति परन्तु अत्र उपधायाम् उपधा वदामः चेत् इस् अ टेक्निकल् वर्ड् इन् व्याकरणशास्त्रम् उपधा वदामः चेत् अन्तिमवर्णस्य पूर्वे यः वर्णः सः तस्य उपधा इति संज्ञा सो पेनल्टिमेट् लेटर् यः अस्ति अन्तिमवर्णस्य पूर्वे यः वर्णः सः उपधा इति वर्णः उपधायाम् अस्ति अत्र उपधायाम् उकारः अस्ति सः उकारः ह्रस्व अपि अस्ति अतः तत्र गुणः भवति शोच् इति भवति अनन्तरं शोच् अति अ इति भागः शप् प्रत्ययस्य विशिष्ट अवशिष्टभागः सो शोचति इति रूपं सो कथं शुच् शोच् भवति शप् कारणेन शुच् शोच् भवति अनन्तरम् अ योगति शोचति इति रूपं सो उपधायां स्थि ह्रस्व इक् वर्णानाम् एव गुणः दीर्घ यदि तत्र उपधायां दीर्घ इ ऊरु अस्ति चेत् तस्य गुणः न भवति यथा क्रीड् इति धातुः क्रीड् इति धातुः अन्ते कोऽपि इ ऊरु नास्ति अत्रापि अन्तिमवर्णस्य साक्षात् पूर्वे दीर्घ इकारः अस्ति सो उपधायाम् अत्र इकवर्णः अस्ति परन्तु सः इकवर्णः दीर्घः अतः तस्य गुणः न करणीयम् उपधायां केवलं ह्रस्व इकवर्णानाम् एव गुणः अतः क्रीड् क्रीड् एव तिष्ठति क्रीड् क्रीड् न भवति इकारस्य गुणः एकारः क्रीड् क्रीड् एव तिष्ठति अत्र किमर्थं गुणः न भवति उपधायां दीर्घस्वरः दीर्घस्वरस्य उपधायां गुणः न भवति इति तत्र अस्माभिः वदनीयम् सो क्रीड् अति सो भुवादिगणे लट् लकारे लोट् लकारे विधिलिङ्ग् लकारे अपि च लङ् लकारे सर्वदा धातु तिङ् मध्ये अकारः श्रूयते सः अकारः विकरणप्रत्ययस्य भागः गणः गणे यः शप् विकरणप्रत्ययः आयाति सः अकारः सर्वदा श्रूयते एतेषु चतुर्षु लकारेषु सः अकारः विकरणप्रत्ययस्य भागः तथैव अन्यस्मिन् गणे दिवादिगणे या इति भागः सर्वदा श्रूयते अत्र गुणः न भवति इत्युक्ते धातुः अत्र अत्र विकरणप्रत्ययः गुणस्य कृते अनुकूलः नास्ति इट् केनाट् इण्ड्यूस् अ चेञ्ज् इन् द धातुः बिकास् अत्र अभावः अस्ति अत्र पकारस्य अभावः यत्र यत्र शित् प्रत्यये पकारस्य अभावः तत्र प्रत्ययः गुण अनुकूलः नास्ति शप् इति प्रत्ययः तत्र किम् अस्ति पकारस्य पकारः अस्ति पकारः इत्संज्ञकः अस्ति अतः तत्र गुणः भवति प्रथमगणे भुवादिगणे शप् इति प्रत्ययः, परन्तु चतुर्थगणे किं भवति, शन् इति विकरण प्रत्ययः, गुणस्य कृते अनुकूलप्रत्ययः नास्ति. इट् केनाट् इण्ड्यूस् द गुणकार्यं. किमर्थं चेत् एट् दिस् लेवल् वाट् शुड् वि से, अत्र पकारस्य अभावः, पकारः इति संज्ञकः नास्ति, अतः अत्र गुणः न भवति. देव् डस् नाट् बिकम् देव् बिकास् अत्र यः परे विकरणप्रत्ययः अस्ति सः गुण अनुकूलः नास्ति, गुणकार्यस्य कृते अनुकूल्यं नास्ति तत्र शन् इति विकरणप्रत्यये. सो अत्र नृतेव तिष्ठति, अत्र नर्त् न भवति, ऋकारस्य अत्र अर् न भवति, तथैव कुप् कुपेव तिष्ठति, कुप् कोप् न भवति. किमर्थं चेत् अत्र यः परे यः विकरणप्रत्ययः अस्ति सः गुणस्य कृते अनुकूल नास्ति, तत्र पकारस्य अभावः अस्ति, अतः तत्र कुप् कुपेव तिष्ठति. क्रुद् अत्रापि उपदायां रस्वुकारः अस्ति, तथापि अत्र गुणः न भवति, क्रुद् क्रुदेव तिष्ठति. परन्तु धातु तिङ् मध्ये अत्र या इति भागः सर्वदा श्रूयते, कुपयति, नृतयति, नशयति, क्रुदयति. किमर्थं चेत् क्रुद् कुप् नृत् नश तुष् एते सर्वे धातवः पाणिनिना चतुर्थगणे स्थापिताः दिवादिगणे. अतः अत्र शन् इति विकरणप्रत्ययस्य कारणेन धातु तिङ् मध्ये या सर्वदा श्रूयते इति घनचिन्तनमस्ति. स्वादिगणे श्नु इति विकरणप्रत्ययः, अत्रापि पकारस्य अभावः, अतः अत्रापि श्नु इति प्रत्ययः गुणकार्यस्य कृते अनुकूलः नास्ति. चीची एव तिष्ठति, चीचेन भवति. किमर्थं चेत् ची परे यः विकरणप्रत्ययः सः शप्न अस्ति, श्नु अस्ति. श्नु इति विकरणप्रत्ययः पकारस्य अभावः अस्ति, अतः अत्रापि गुणः न भवति. केवलम् इदानीं पर्यन्तं प्रथमगणे एव गुणः विकरणप्रत्ययस्य कारणेन. सो चि धातुः तिङ् मध्ये नु इति नो भवति, नो श्रूयते, एकवचने नो श्रूयते. चुनोति चुनुतः, द्विवचने नु एव तिष्ठति. चुनोति चुनुतः चुन्वन्ति अनन्तरं भवति. सो सर्वदा लट् लोट् लङ् विधिलिङ्लकारे श्नु इति प्रत्ययः धातु तिङ् मध्ये आयाति स्वादिगणे पञ्चमगणे. सो तत्र शक्नोति धूनोति, अत्रापि धू धू एव तिष्ठति, अत्रापि गुणः न गुणकार्यं न भवति. किमर्थं चेत् श्नु इति प्रत्ययः गुणानुकूल्यं नास्ति, तत्र पकारस्य अभावः अस्ति. सो धू धू एव तिष्ठति. स्वादिगणे एकवचने नो भवति, द्विवचने अपि च बहुवचने नु एव तिष्ठति, श्नु नकारः उकारः. अस्तु स्वादिगणे. तुदादिगणे श केवलं श इति विकरणप्रत्ययः, अत्रापि पकारस्य अभावः, अतः मिल् मिलेव तिष्ठति, लिख् लिख् एव तिष्ठति. तत्र लेखति इति रूपं नास्ति लट्लकारे, लिखति इति रूपम्. किमर्थं चेत् लिख् लेख् किं न भवति, परे यः विकरणप्रत्ययः सः गुणस्य कृते अनुकूल्यं नास्ति तस्मिन् प्रत्यये. तस्मिन् प्रत्यये पकारस्य अभावः अस्ति, अतः तत्र गुणकार्यं न भवति, क्षिप् क्षिपेव तिष्ठति. अत्रापि लिख् इति वदामः चेत् अन्तिमवर्णः खकारः, खकारस्य साक्षात् पूर्वे ह्रस्व इकारः. सो ह्रस्वीकारस्य उपदायां गुणः तु भवति, परन्तु निमित्तम् अनुकूलः नास्ति. इत्युक्ते श इति विकरणप्रत्ययः तत्र पकारस्य अभावेन गुणः न भवति. यद्यपि अत्र उपदायां ह्रस्व इक् वर्णः अस्ति, ह्रस्वीकारः अस्ति, तथापि अत्र गुणः न भवति. किमर्थं चेत् प्रत्ययः गुणस्य कृते अनुकूलः नास्ति. यदा लिख् योगशप् कुर्मः चेदेव लिख् लेख् भवति, परन्तु तुदादिगणे शप् न आयाति, श इति प्रत्ययः आयाति, अतः अत्रापि गुणः न भवति. तो तुदादिगणे अपि श इति विकरणप्रत्ययः, तस्य आकृति अ, गुणः न भवति. रुदादिगणे श्नम् इति विकरणप्रत्ययः, शकारः अपगच्छति, मकारः अपगच्छति, न इति भागः परन्तु अत्र विशिष्टलक्षणं किम् अस्ति, अत्र वैशिष्ट्यं किम् अस्ति रुदादिगणे, कः वक्तुमिच्छति? झटति वदतु. नकारस्यायति. हा, किं महोदय? नकारस्य आयति अच्छे परे. आम्, सो रुदादिगणे धातु धातुवे अच्छे परे नकार आयति. मध्ये तिष्ठति नकारः अच्छे परे. अत्र किम् अस्ति? आम्, सत्यं सत्यं महोदय. अत्र श्नमिति विकरणप्रत्ययः, शकारः इत्संज्ञकः, अन्ते स्थितं मकारः अपि इत्संज्ञकः. अत्र मध्ये यः न इति भागः अस्ति, नकारः अकारः, सः एव प्रक्रियायां तिष्ठति. परन्तु सप्तमगमे वैशिष्ट्यम् अस्ति, विशिष्टलक्षणम् अस्ति. तत् किम्? अत्र मित् कारणेन श्नमिति प्रत्ययः मित् अपि अस्ति, शित् अस्ति, मित् अपि अस्ति. सो मित् कारणेन अत्र यः विकरणप्रत्ययस्य भागः, सः भागः धातु तिङ् मध्ये नायाति. सः न इति भागः धातु यः अन्तिमस्वरः तस्य अनन्तरम् आयाति. तत्र सूत्रमस्ति मिदचो अन्त्यात् परः. यः मित् अस्ति, यः आदेशः अथवा प्रत्ययः मित् अस्ति, सः कुत्र आयाति? अन्तिम अच् परे, आफ्टर् द अन्तिम अच्. तश्चिद् इति धातुः अत्र छकारः, ह्रस्व इकारः, अन्ते दकारः. सो अत्र छिद् इति धातुः एकम् एव स्वरः, सः अस्ति ह्रस्व इकारः. सो न इति भागः कुत्र आयाति? इकारस्य अनन्तरम् आयाति. सो छि योगो न योगति, दकारस्य परिवर्तनं तकारः भवति, तत्र भिन्नकार्यं सन्धिकार्यं. परन्तु विकरणप्रत्ययस्य भागः इकारस्य अनन्तरम् आयाति, छिनत्ति इति रूपं, छिना न इति भागः. सो सप्तमगणे विशिष्टलक्षणम् अस्ति, अत्र यः विकरणप्रत्ययस्य भागः, सः भागः धातु तिङ् मध्ये न आयाति, धातु तिङ् मध्ये न आयाति, सः भागः धातु यः अन्तिमस्वरः तस्य अनन्तरम् आयाति इति विशिष्टलक्षणम् अस्ति सप्तमगणे. सर्वदा तत्र तथा एव भवति. यत्र यत्र व्याकरणशास्त्रे यः यः मित् अस्ति, यस्मिन् मकारः इत्संज्ञकः. सो अतः वयं किं वदामः? यद्यपि मकारः अपगच्छति, शकारः अपगच्छति, तथापि तत्र तेषां लक्षणं तत्र तिष्ठति. मकारस्य लक्षणस्य कारणेन न इति भागः अन्तिमस्वरस्य परे आयाति. सो तत्र व्याकरणशास्त्रे इत्संज्ञकवर्णानां प्रयोजनम् अस्ति. He has not just he like that shnam is a good name, I should put shnam. No. Tatra pratyekasya shakarasya api lakshanam asti, makarasya lakshanam asti. It's varnah to apagachati, parantu tasya lakshanam tatra tishthati. Mit karnene ev etadrishah vishishta lakshanam rudadigane sambhavati. Itukte mit karnene ev na iti bhagah अन्तिमस्वरस्य अनन्तरं सः आयाति, न तु धातु तिङ् मध्ये. सो पाणिनिना तत्र प्रारम्भे एव तत्र यः सूत्रं स्थापितः मिदचो अन्त्यात् परः. सर्वदा किं करणीयं? यः मित् अस्ति सः सर्वदा अन्तिम अच् परे एव आयाति. सः यः अवशिष्टभागः अस्ति, मित् इति आगमः अथवा मित् इति प्रत्ययः, यत्किमपि मित् अस्ति सः अन्तिम अच् परे एव आयाति. तनादिगणे ऊ इति विकरणप्रत्ययः, अत्र कोऽपि शकारः इत्संज्ञकः न अस्ति, भिन्नप्रकारकः प्रत्ययः अस्ति. अत्रापि तनादिगणे विकरणप्रत्ययस्य कारणेन गुणः भवति, क्रू कर् भवति. अनन्तरम् ऊ इति यः प्रथमे तु विकरणप्रत्ययस्य कारणेन धातौ गुणः भवति, अनन्तरं गुणं भूत्वा कर् योग उ योगति करु इति भागम् अनन्तरं ति प्रत्ययः अपि गुणानुकूल्यम् अस्ति तिप् इति प्रत्ययः तिप् प्रत्ययस्य कारणेन अपि गुणः भवति सो करु यः अन्ते उकारः अस्ति तस्य ओ इति रूपं भवति करोति इति रूपं सो तिप् प्रत्ययः प्रत्ययस्य कारणेन गुणः भवति व्याकरणशास्त्रे इति सर्वदा स्मर्तव्यः अंशः सो प्रत्ययः कीदृशः यस्मिन् यस्मिन् प्रत्यये षित् प्रत्यये अपि च तिङ्समूहे पकारः अस्ति सः गुण अनुकूल्यम् अस्ति यस्मिन् षित् प्रत्यये अपि च तिङ्समूहे पकारस्य अभावः सः गुणानुकूल्यं नास्ति यथा तस् इति प्रत्ययः सकारस्य विसर्गः भवति तः तीतः अन्ति भवति सो तः तस् इति प्रत्यये तिङ्समूहे आयाति परन्तु पकारस्य अभावः अस्ति सो द्वितीय यः रूपम् अस्ति क्रू इति धातु करोति कुरुतः कुरु कुरु एव तिष्ठति तत्र उकारः ओ न भवति सो यत्र यत्र तिङ्समूहे अपि च षित् प्रत्यये पकारस्य अभावः अस्ति तत्र गुणकार्यं न भवति गुण अनुकूल्यं नास्ति तत्र यत्र यत्र पकारः तिप् तिप् इति प्रत्ययः पकारः इति संज्ञकः अतः तिप् इति प्रत्ययः गुणकार्यस्य कृते तस्य अनुकूल्यम् अस्ति तस्मिन् प्रत्यये सो करु इति यः भागः अस्ति ऋकारस्य अर् अनन्तरम् उ करु तस्य उकारस्य तिप् कारणेन ओ भवति करो इति भवति करोति सो तनादिगणे उ इति विकरणप्रत्ययः एकवचने ओ श्रूयते सर्वदा ओ श्रूयते ओ इति भागः लोट् लकारे लङ् लकारे चतुर्षु लकारेषु ओ इति भागः एकवचने श्रूयते क्रयादिगणे श्ना इति विकरणप्रत्ययः तत्र ना इति भागः अस्ति सो श आदौ यः शकारः अस्ति सः इति संज्ञकः सः अपगच्छति ना एव अवशिष्टभागः प्रक्रियायां केवलं ना इति भागः श्रूयते सो गृह अत्रापि पकारस्य अभावः षित् षित् प्रथमे किं पश्यामः षित् अस्ति वा नास्ति आम् षित् तु अस्ति परन्तु पित् नास्ति यत्र यत्र प्रत्ययः षित् अस्ति तत्र तत्र एतं तत्र अपि पश्यामः किं पश्यामः पित् अस्ति वा नास्ति पित् अस्ति चेत् गुणः सः गुणस्य कृते अनुकूलः अस्ति पित् नास्ति चेत् तत्र तस्य कारणेन तत्र गुणः न भवति सो अत्र दृश्यतु वृ इति धातुः ऋकारः अन्ते अस्ति परन्तु अत्र गुणः न भवति वृण अत्र वृ वृ एव तिष्ठति किमर्थं चेत् वृ अनन्तरं यः श्नाप्रत्ययः श्नाप्रत्यये पकारस्य अभावः पकारः इत्संज्ञकः नास्ति अतः रुगुणः गुणकार्यं न भवति ऋकारस्य गुणः अर् न भवति यथा क्रू कर् भवति अत्र वृवर् न भवति किमर्थं चेत् अत्र श्ना इति षित् तु अस्ति परन्तु पित् नास्ति अतः अत्र गुणकार्यं न भवति वृयोगना योगति भवति अत्र मूर्धन्यनकारः श्रूयते नत्वकार्यम् इत्युक्ते ऋकारस्य साक्षात् परे नकारः दन्त्यनकारः अस्ति चेत् सः तु भिन्नकार्यं सन्धिकार्यं तत्र मूर्धन्यनकारः इति आदेशः भवति सो वृणाति इति रूपं भवति तथैव बन्ध यः अस्ति तत्र नकारस्य लोपः भवति तत्र धातुकार्यं परन्तु बद् न इति यः भागः सः विकरणप्रत्ययस्य भागः श्ना इति विकरणप्रत्ययस्य बद् नाति सिनाति सि इति धातुः अन्ते इकारः अस्ति परन्तु गुणः न भवति किमर्थं चेत् श्ना इति प्रत्यये पकारस्य अभावः सो सिनाति इति रूपम् अस्तु तो क्रयादिगणे अपि विकरणप्रत्ययस्य कारणेन धातौ गुणः न भवति किमर्थं चेत् तत्र पकारस्य अभावः परन्तु उ इति प्रत्ययः विशिष्टप्रत्ययः अत्र तु शित् नास्ति तिङ्समूहे अपि नास्ति अतः अत्रापि उ कारणेन गुणः भवति भिन्नप्रकारकः प्रत्ययः षित् प्रत्ययः नास्ति, अन्य सर्वे विकरणप्रत्ययः षित् अस्ति, श्नम् श श्नु शप् एते सर्वे विकरणप्रत्ययः षित् अस्ति, अतः षित् विषये एव पश्यामः पित् वा अपित् वा। अत्र तु पित् अपित् न द्रष्टव्यम्, उ इति प्रत्ययः षित् नास्ति अतः अत्र पित् अपित् न द्रष्टव्यम्, यत्र षित् अस्ति तत्र एव द्रष्टव्यम् पित् अस्ति वा नास्ति, पित् अस्ति चेत् गुणः करणीयम्, पित् नास्ति चेत् गुणः न करणीयम्। तथैव तिङ्समूहे तीतः अन्ति सीथः थ तत्रापि द्रष्टव्यं ये मूलतिङ्प्रत्ययः तत्र सन्ति तत्रापि द्रष्टव्यं पित् अस्ति वा नास्ति। केवलं तिङ्समूहे पित् अपि द्रष्टव्यम्, अपि च षित् प्रत्यये अपि पित् अपि द्रष्टव्यम्। चुरादिगणे किम् अस्ति, चुरादिगणे शप् विकरणप्रत्ययः अस्ति, परन्तु तस्य प्राक् तत्र किं भवति निच् इति प्रत्ययः अपि आयाति। सो धातुयोग निच् योग शप् भवति अत्र, अनन्तरं ति इति तिङ् प्रत्ययस्य भागः आयाति। सो अत्र यः आकृतिः श्रूयते सः अय इति भागः श्रूयते। कुत्र श्रूयते? शप् इति प्रत्ययः सः धातु तिङ् मध्ये अय इति भागः श्रूयते। गणयति, चिन्तयति, अयति, भक्षयति, अयति, कथयति, प्रेषयति, क्षालयति, यति, या, अय इति भागः धातु तिङ् मध्ये चुरादिगणे विषये सर्वदा श्रूयते। सो अत्रापि शप् इति प्रत्ययस्य कारणेन धातु अङ्गे गुणः भवति। निच् प्रत्ययस्य कारणेन अपि उपधायां ह्रस्व इकवर्णस्य गुणः भवति, यथा अत्र प्रेष इति तु इकवर्णः नास्ति मध्ये, तत्र चुर् इति धातु अस्ति। चुर् इति धातु वदामः चेत् प्रथमधातु चुर् अस्ति, चुर् इति धातु उपधायां ह्रस्व उकारः अस्ति। सो निच् कारणेन चुर् चोर् भवति, चोर् योग शप्। अनन्तरं तत्र किं भवति, चो निच् प्रत्ययः यः अवशिष्टभागः सः ह्रस्व इकारः चोरी भवति, चोरी योग शप् योगति। चोरी यः नूतनधातु अस्ति तस्य अन्ते इकारः अस्ति, इकारस्य गुणः एकारः, चोरे, चोरे योग अ, चोरे योग अ कुर्मः चेत् अनन्तरं सन्धिकार्यम् अयादिसन्धि एकारस्य सन्धिः ऐ इति आदेशः। सो अयति, अय, चोरयति इति रूपं चुरादिगणे। एतत् सर्वं वयं पठितवन्तः, सिन्स् सम् न्यू पीपल् केम् टुडे देट् इस् वै ऐ रिपीटेड् दिस्। इदानीं सम्यक् वा, स्पष्टं वा, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। एतत् बहु मूलज्ञानम् अस्ति, किमर्थं चेत् अनन्तरं यदा वयं सूत्र आधारेण पठिष्यामः तत्र किं तत्र कथं गुणः भवति, कः प्रत्ययः गुणानुकूल्यम् अस्ति, कस्य प्रत्ययस्य कारणेन गुणः इति अस्माभिः तत्र ज्ञातव्यम्। अस्तु, इदानीं नूतनविषयस्य प्रति गच्छामः। पाणिनीयं सूत्रं कथं पठनीयम् इति अद्य यः द्वितीय अध्याये द्वितीयकरपत्रम् अस्ति तस्य शीर्षकम् अस्ति पाणिनीयं सूत्रं कथं पठनीयम्। पाणिनीयम् इति यः पदम् अस्ति, पाणिनीयम् अत्र इय इति तदित् प्रत्ययः अस्ति, इय, इय इति प्रत्ययस्य कारणेन तत्र किं भवति, भारतीयं, मानवीयं, तदीयं, पाणिनीयम् इत्युक्ते भारतस्य इदं, पाणिनेः इदं। सो पाणिनीयं सूत्रं कथं पठनीयं, पठनीयम् इति यः नियम् श्रूयते अन्ते सः तु कृदन्तरूपम् अनियर् प्रत्ययः। सो पाणिनीयं सूत्रं कथं पाणिनी द्वारा ये अष्टाध्यायां तत्र ये सूत्राणि सन्ति तेषाम् अध्ययनं कथं करणीयम् इति सूत्रस्य शीर्षकः। किमर्थं चेत् तत्र किम् अस्ति, हैलि कोडिफैड् लेङ्ग्वेज् अस्ति सूत्रे. चुटु वदामः चेत् किमपि न जानीमः. चुटु इत्युक्ते किम्? एकं सूत्रमस्ति चुटु. सो चुटु, इफ् वि से चुटु वी केनाट् अण्डर्स्टाण्ड्. सो इट् इस् अ कोड्, इट् इस् अ टैप् आफ् कोड्. यथा तत्र ऐ टि मध्ये तत्र कोड् निर्मितम् अस्ति, तथैव अत्र अष्टाध्याय्यां पाणिनिना कोड् निर्मितम्. हैलि कोडिफैड् लेङ्ग्वेज् इस् अष्टाध्यायी ग्रन्थः. सो तत्र वी शुड् नो हौ टु ब्रेक् द कोड्, देन् ओन्ली वी केन् अण्डर्स्टाण्ड् द सूत्रः, बिकास् वी आर् हियर् टु रीड् द अष्टाध्यायी ग्रन्थः. अष्टाध्यायी ग्रन्थे किम् अस्ति? केवलं तत्र सूत्राणि सन्ति, चतुर्सहस्रसूत्राणि तत्र अष्टाध्यायी ग्रन्थे अस्ति. केवलं तत्र पाणिनिना सूत्रमेव दत्तं. सो सूत्रं यः अस्ति सः हैलि कोडिफैड् लेङ्ग्वेज् अस्ति. हौ टु ब्रेक् देट् कोड् इति अस्य करपत्रस्य तत्र यः आशः, मुख्यलक्ष्यम् अस्ति. हौ टु रीड् द पाणिनि सूत्रम् इति मुख्यं. सो वी शुड् बि वेरि केर्फुल् वैल् रीडिङ्ग् दिस्, बिकास् अन्यथा वयं सूत्रस्य तत्र अर्थं न ज्ञातुं शक्यते. इफ् वी डोण्ट् नो हौ टु ब्रेक् द कोड्, देन् वी केनाट् अण्डर्स्टाण्ड् हौ टु वट् इस् द मीनिङ्ग् आफ् चुटु आर् इको यन् अचि. इको यन् अचि, इकः यन् अचि इति सूत्रम् अस्ति. अन्लेस् वी नो वट् डस् इकः मीन्, यन् मीन्, अचि मीन्, कः स्थाने अस्ति, कः आदेशः अस्ति, कदा करणीयम्, सर्वदा तु न भवति इको यन् अचि. सो इट् इस् अ है द पाणिनि ग्रन्थे किम् अस्ति, ये चतुर्सहस्रसूत्राणि सन्ति, they have been developed in a highly codified language, so we have to understand that code, then only we can read the sutra. So till second chapter there is, we have, they have not, itukte sarup mahodayena tatra kopi sutram na dattam. Even though we have read dhatu ganaha iti pratham tatra kim asti abhyas rupena vayam kritvantah, but still we don't know how does this shap come, how shyan comes for divadi ganah, why shap comes in first and tenth ganah, anyasmin gane kimartham tatra bhinna vikaran pratyahayati tasy krite sutram kim. Idaniam to vayam sutra adharena na pathi tatra asmabhi pathitam, parantu yadi vayam dvitya adhyayasya abhyasam tatra कुर्मः तदनन्तरम् एव वयं सूत्रः कथं पठनीयम् इति ज्ञातुं शक्यते. सो पाणिनीयं सूत्रं कथं पठनीयम् इति यः करपत्रम् अस्ति बहु आवश्यकम्. यु शुड् नाट् मिस् द एनी लेसन् फार् दिस् करपत्रम्. अस्तु, इदानीं प्रारम्भं कुर्मः. कः पठति? अहमेव. उज्ज्वला भगिनी अस्ति वा? पठितुम् इच्छति वा भगिनी? श्लोचना भगिनी अस्ति वा? मम ध्वनिः श्रूयते वा? मञ्जरी भगिनी अस्ति वा? श्रूयते महोदय. मञ्जरी भगिनी कृपया आरम्भं करोतु. एकनिमिषम्. पाणिनीयं सूत्रं कथं पठनीयम्? यणसन्धिं बहवः जानन्ति, यथा यदि योग अपि य परिवर्तनं भवति. यद्यपि अत्र इकारस्य श्रूयते भगिनि, किञ्चित् उच्चैः वदतु भगिनि, किञ्चित् उच्चैः. ध्वनिः श्रूयते? अधुना श्रूयते? आं श्रूयते, श्रूयते. अत्र इकारस्य स्थाने यकारादेशः भवति. इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः इति आदेशः. किञ्चित् वदतु प्रथम परिच्छेदे तत्र किं लिखितम् अस्ति. यणसन्धिः बहवः जानन्ति अत्र इकारस्य स्थाने यकारादेशः भवति. इकारस्य स्थाने यकारः इत्युक्ते एकं कार्यम् अस्ति, तत्र इकारस्य स्थाने यकारः यकारस्य आदेशः भवति. इत्युक्ते इकारः अपगच्छति पूर्वं यः इकारः, यदि यः अन्ते इकारः अस्ति सः अपगच्छति, तस्य स्थाने यकारः इति व्यञ्जनः आयाति. सो अत्र किं लिखितमस्ति बोल्ड् अक्षरेण, तत्र किं लिखितमस्ति इति व्याकरणलोके एकं कार्यम् इति उच्यते. इत्युक्ते एकः वर्णः अपगच्छति, तस्य स्थाने अन्यवर्णः आयाति. तत् अस्ति व्याकरणशास्त्रे एकं कार्यम्. इट् इस् अ टैप् आफ् वर्क् डन् इन् द व्याकरणशास्त्रः. सः आदेशविषयः कः पठतु आदेशविषयः. आदेशः न महोदय, एकनिमिषः भगिनि, आदेशविषयः अपि पठतु. न श्रूयते, किमपि न श्रूयते भगिनि. अहं वदामि. आम् आम्, मञ्जरी भगिनी वदतु. आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः. उदाहरणार्थं यदि योग अपि इ स्थाने य आयाति यद्यपि. आदेशः इत्युक्ते किं? न आदेशविषये एव वदतु. आदेशः इत्युक्ते आदेशः इत्युक्ते एकं वर्णस्य स्थाने अपरं वर्णः आयाति. आम् आम् सत्यं. यथा वयं दृष्टवन्तः यदि योग अपि, यः उदाहरणम् अस्ति अत्र, अत्र ई योग अ भवति. सो ई यदि इकारः कदा यकारस्य तत्र परिवर्तनं भवति, यदा इकारस्य परे कोऽपि असवर्ण अचः आयाति. यदि कोऽपि इकारस्य परे व्यञ्जनः आयाति तत्र तु परिवर्तनं न भवति. सो तत्र निमित्तं सन्ति, इत्युक्ते निमित्तं पूरयते चेदेव कार्यं भवति. सो एकं कार्यम् अस्ति व्याकरणशास्त्रे, आदेशः इति कार्यम्. सो आदेशकार्ये किं भवति, पूर्वे यः वर्णः तत्र अस्ति, पदे यः वर्णः पूर्वे अस्ति, सः पदः सः वर्णः अपगच्छति, तस्य वर्णस्य स्थाने अन्य कोऽपि नूतनवर्णः तत्र तत्र तिष्ठति. सो यत्र यत्र आदेशरूपिः कार्यः भवति तत्र किं भवति, तत्र यः पूर्वे यः वर्णः अस्ति सः तत्र अपगच्छति, तस्य स्थाने एकं नूतनवर्णः आयाति इति आदेशः. सो आदेशः वदामः चेत् आदेशः व्याकरणशास्त्रे, आदेशः इत्युक्ते किम्? आदेशः इत्युक्ते एकं कार्यं. तस्मिन् कार्ये किं भवति, तस्मिन् कार्ये यः पूर्वे स्थितं वर्णः अस्ति, पूर्वे स्थितः वर्णः तस्य सः अपगच्छति, तस्य स्थाने इत्युक्ते एट् दट् वर्णस्य प्लेस्, एट् इट्स् प्लेस् ए नूतनवर्णः आगच्छति इति आदेशः. सो तत्र व्याकरणशास्त्रे वयं किं वदामः, आदेशः शत्रुवत् भवति, इत्युक्ते शत्रुवत् कार्यमस्ति. शत्रुवत् किमर्थे किमर्थे तत्र किमर्थं शत्रुवत् इत्युक्ते बिफोर् देयर् वास् सम् अदर् वर्णः, द नूतनवर्णः इट् रिप्लेसिस् दट् वर्णः, सः वर्णः अपगच्छति एण्ड् द नूतनवर्णः कम्स् एट् इट्स् प्लेस्, इट् टेक्स् इट्स् प्लेस्. सो वयं किं वदामः, आदेशः शत्रुवत् कार्यमस्ति, इत्युक्ते वन् वर्णः हेज् टु गो कम्पल्सरिलि हेज् टु गो इन् आदेशकार्यम्. सो आदेशकार्ये किं भवति, कस्यचित् वर्णस्य स्थाने आदेशः भवति, इत्युक्ते तस्य वर्णस्य स्थाने आदेशः भवति, अतः सः वर्णः इट् लीव्स् इट्स् प्लेस्, इट् गोस् अवे, पूर्वे यः वर्णः तत्र आसीत् सः वर्णः लीव्स् इट् अपगच्छति, तस्य स्थाने सम् अदर् वर्णः कम्स् एट् इट् इस् प्लेस्. देट् इस् वै वी से आदेशः शत्रुवत् भवति, मित्रवत् नास्ति आदेशः. आदेशः आदेश इति कार्यः सर्वदा शत्रुवत् भवति व्याकरणशास्त्रे. सो वाट् वी रेड् टिल् नौ इस् देट् व्याकरणशास्त्रे कार्याणि एतादृशानि, इत्युक्ते तत्र व्याकरणशास्त्रे त्रीणि कार्याणि भवति, आदेशः आगमः लोपः, एतादृशत्रीणि कार्याणि एव व्याकरणशास्त्रे भवति. इदानीं आदेशस्य विषये वयम् अधीतवन्तः. तत्र पूर्वे यः वर्णः अस्ति सः अपगच्छति, इट् लीव्स् इट् इस् प्लेस् बिकास् आफ् द आदेशः, बिकास् पाणिनिना तत्र आदेशं कृतम्, ई स्थाने य इति आदेशः करणीयं, परन्तु कदा करणीयं? सर्वदा न करणीयं. यदि ई परे साक्षात् परे अकारः कोऽपि अन्यवर् अच् वर्णः अस्ति, स्वरः अस्ति, सो अचि परे एव इकारस्य स्थाने ई य इति आदेश यकारः आदेशः भवति. य न वदामः, केवलं यकारः आयाति, य इति भागः आयाति. सो अत्र आदेशः शत्रुवत् भवति, आदेशकार्यं शत्रुवत् भवति इति स्मर्तव्य अंशः. आगमः कः वक्तुमिच्छति? आगमः इदानीं तु समयः अभवत्, परन्तु किञ्चित् पठामः आगमस्य विषये. अञ्जना भगिनी अस्ति वा? अस्ति मेम्, बट् ऐ केनाट् अण्डर्स्टाण्ड् दट् मच् मेम्. ऐ एम् न्यू स्टूडेण्ट् फर् संस्कृत, ऐ एम् लर्निङ्ग्. चिन्ता मास्तु भगिनि, अत्र I was looking the names alphabetically, that's why I took your name. Kaha any kaha vaktum ichhati? Urmila bagni asti va? Nashruyate bagni? Nashruyate. श्रूयते वा? इदानीं श्रूयते. वदतु. आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् योगः आगच्छन्ति, न आगमः पठन्ना गच्छति. अत्र वर्णात् पूर्वं परं वा, पूर्वं परयो स्थाने नूतनवर्णः आगच्छति. वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः, कोऽपि एकं वर्णः अस्ति सः निमित्तम् अस्ति, तस्य पूर्वे अपि परे कोऽपि नूतनवर्णः तत्र आगच्छति, इत्युक्ते अत्र कस्यचित् वर्णस्य स्थाने आदेशः न भवति. अत्र एकं नूतः वन् एक्स्ट्रा लेटर् कम्स् इन् आगम कार्ये. सो आगम कार्ये तत्र एकं वर्णः आयाति, ऐदर् देट् वर्णः कम्स् निमित्तस्य पूर्वे और् इट् कम्स् निमित्तस्य परे, यथा पठन् आगच्छति. सो पठन् आगच्छति यः अस्ति, अत्र नकारः निमित्तम् अन्ते पदान्ते स्थितस्य नकारस्य सः निमित्तम् अस्ति, इत्युक्ते हेतु अस्ति नकारस्य आगमस्य कृते. हेतु किम् अस्ति? न केवलं पदान्तनकारः अस्ति, परन्तु तस्य पूर्वे ह्रस्वस्वरः भवेत्, तस्य परे कोऽपि अन्यस्वरः भवेत् इति तत्र सूत्रमस्ति, तादृशः सूत्रमस्ति तत्र. एतदपि सन्धिकार्यमस्ति. सूत्र कार्यस्य नाम जानाति वा? सन्धि नाम जानाति वा भगिनि? न जानामि. आम्, अत्र अस्ति नमुडागमसन्धिः, इत्युक्ते णकारस्य आगमः अत्र भवति. सो नमुडागमसन्धि किं भवति, तत्र सूत्रमस्ति नमोः ह्रस्वाद् अचि नमो नित्यम् इति सूत्रमस्ति, तत्र नम प्रत्याहारस्य वर्णः अस्ति। इदानीं सूत्रस्य विषये न वदामि, किमर्थं चेत् वयं न जानीमः सूत्रं कथं पठनीयं। सो तत्र नम् इति प्रत्याहारे, नम् इति प्रत्याहारे वदतु के के वर्णाः, नकारः इत्युक्ते कण्ठनकारः, नम् इति प्रत्याहारे के के वर्णाः आयाति वदतु, दृष्ट्वा वदतु। अत्र समीपे अस्ति वा प्रत्याहारस्य? समीपे न। आम्, तत्र एकं सूत्रमस्ति महेश्वरसूत्रेषु, यत्र सर्वाणि अनुनासिकवर्णाः तत्र व्यञ्जनानि तत्र सन्ति, सः प्रत्याहारः कः वदतु? यमगणनं। आम् आम्, सो ण आरभ्य कण्ठन आरभ्य म पर्यन्तं नम् इति प्रत्याहारः। सो नकारः कण्ठनकारः, अनन्तरं मूर्धन्यनकारः, अनन्तरं दन्त्यनकारः। सो नम् इति प्रत्याहारे एते त्रयः नकारः एव तेषां ग्रहणम् एव भवति, कण्ठन मूर्धन्यन दन्त्यन। सो पदान्ते कोऽपि कण्ठन अस्ति अथवा दन्त्यन अस्ति, यथा अत्र पठन् इति उदाहरणे तत्र अन्ते कः अस्ति, दन्त्यन अस्ति, दन्त्यनकारः अस्ति अन्ते, नकारः पठन् आगच्छति। सूत्रं वदति पदान्ते कोऽपि णं प्रत्याहारस्य वर्णः अस्ति चेत् तस्य पूर्वे ह्रस्व स्वरः अस्ति चेत् नकारस्य परे तत्र यः पदान्ते यः नकारः अस्ति तस्य कोऽपि परे कोऽपि स्वरः अस्ति चेत् तत्र एकं नूतननकारस्य आगमः भवति। इत्युक्ते इफ् देयर् इस् अ दन्तिन देन् दन्तिन ओन्ली विल् कम् एस् एन् आगमः, सपोज् देयर् इस् अ कण्ठिन देन् कण्ठिन विल् कम् एस् एन् आगमः। तत्र किं भवति, तुल्य यः तुल्यवर्णः अस्ति सः एव आगमः भवति। सो यदि तत्र मूर्धन्यनकारः पदान्ते अस्ति चेत् मूर्धन्यनकारस्य एव आगमः भवति, सो पठनागच्छति, पठनागच्छति इति रूपं भवति। सो अत्र पठनपि तिष्ठति, आगच्छति अपि तिष्ठति, एकं नूतनवर्णः मध्ये आयाति न इति वर्णः। सो आगमः इति कार्यं सर्वदा मित्रवत् भवति, सो इट् अड्जस्ट् इस् वन् मोर् लेटर्। सो वी से देट् आगमः मित्रवत् भवति, आदेशः तु शत्रुवत् भवति, इट् रिप्लेस् इस् द पूर्वं स्थितं वर्णम् अण्ड् नूतनवर्णः, अत्रापि नूतनवर्णः आगच्छति परन्तु पूर्वे स्थितं वर्णं तत्र एव तिष्ठति, ऐदर् द नूतनवर्णः कम्स् परे और् पूर्वे, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः। सो अत्र एकं नूतनवर्णस्य उदयः भवति परन्तु पूर्वे ये वर्णाः तत्र सन्ति ते अपि तिष्ठति। सो आगम इति कार्यः मित्रवत् भवति इति तत्र स्मर्तव्य अंशः, आदेशः शत्रुवत्, आगमः मित्रवत् भवति। सो व्याकरणे एतादृशानि कार्याणि भवति। कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, इदानीं समयः अभवत्। भवती अन्य उदाहरणं दातुं शक्नोति वा, कस्य कृते? आगमस्य कृते। अहं सि तत्र आगमः इदानीं तु तत्र वयं सूत्रं न अधीतं, तत्र बहूनि सूत्राणि तत्र सन्ति, अन्यस्मिन् वर्गे वयं दृष्टवन् पश्यामः तत्र किं किं तत्र, यः सरलमस्ति सः एव उदाहरणम् अहं वक्तुमिच्छामि। यदा तत्र तत्र भगिनी वयं जानीमः लङ्लकारे किं भवति, लङ्लकारे यदा वयं तत्र पठ् इति धातुः अपठत्, अपठत् इति भवति लङ्लकारे, तत्र सर्वदा किं भवति लङ्लकारे लृङ्लकारे अपि च लिङ्लकारे तत्र किं भवति नित्लकारे तत्र किं भवति अकारस्य आगमः भवति सर्वदा, धातोः आगे अकारस्य धातुः पूर्वे तत्र किं भवति अकारस्य आगमः भवति। इत्युक्ते तत्र अट् आगमः भवति. सो अट् इति आगमः तत्र किं भवति, अट्टित् कारणेन सः आदौ आयाति. स अपठत्, अगच्छत्, अलिखत् इति अ सर्वदा पूर्वे आयाति. सो लङ् लकारे, लृङ् लकारे, एतेषु लकारेषु किं भवति, अट् आगमः भवति. सो धातु यः अस्ति सः अपि तिष्ठति, परन्तु तस्य पूर्वे अकारस्य आगमः भवति. परन्तु वयं दृष्टवन्तः गुणकार्ये किं भवति, भू भो भवति. उकारः, दीर्घ उकारः अपगच्छति, तस्य स्थाने ओ इति वर्णस्य आदेशः भवति. सो भूयः भो भवति, सः आदेशरूपी कार्यः. परन्तु लङ् लकारे यः अपठ् भवति, अपठ् यः भवति, तत्र यः अकारः आयाति सः आगम अकारः. इत्युक्ते मित्रवा तत्सि सर्वदा तत्र अकारस्य आगमः भवति लङ् लकारे, तथैव लृङ् लकारे. एतत् उदाहरणम् अग्रे आयास्यति, अस्मिन् करपत्रे उदाहरणमपि दत्तम्. सो चिन्ता मास्तु, वी विल् रीड् दीस् इन् डिटेल्, वी विल् नाट् गो फास्ट्, वी विल् गो वेरि स्लोलि, एण्ड् वी विल् रीड् वित् लाट् आफ् एक्साम्पल्स्. ऐ हेव् प्रिपेर्ड् द स्लैड् आल्सो, सो ऐ विल् टेक् देट् स्लैड् आल्सो इन् नेक्स्ट् क्लास्. And we will read these, all these karyas along with examples. Astu. Kupi anya prashna asti che kripya prichatu anyatha atrastha gamaha. Spashtam va, Bhagini? I'm spashtam, Bhagini. Dhanyavada. Namaskar. Shanti mantram pathami aham. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. धन्यवादः.